पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 77 सुकर्मोवाच कामस्य गीतलास्येन हास्येन ललितेन च मोहितो राजराजेन्द्रो नटरूपेण पिप्पल कृत्वा मूत्रं पुरीशं च स राजा नहुषात्मजः अकृत्वा पादयो शौचमासने उपविष्टवान् तदन्तरं तु सम्प्राप्य संचचारजरा नृपं कामेनापि नृपश्रेष्ठ इन्द्रकार्यं कृतं हितं निवृत्ते नाटके तस्मिन् गदेषु तेषु भूपतिः जराभिभूतो धर्मात्मा कामसंसक्तमानसः मोहितकाममोहेन विह्वलो विकलेन्द्रियः अतीवमुग्धो धर्मात्मा विषयैश्चापवाहितः एकतादुगदो राजा मृगया व्यसनातुरः वने च क्रीडते सोऽपि मोहरागवशं गदः सरसं क्रीडमानस्य नृपतेश्च महात्मनः मृगश्चैकसमायादश्च दुःशृङ्गो ह्यनौपमः सर्वाङ्गसुन्दरो राजन् हेमरूपतनूरुहः रत्नज्योतिःसुचित्राङ्गो दर्शनीयो मनोहरः अभ्यधावत्स वेगेन बाणपाणिर्धनुर्धरः इत्यमन्यदमेधावी कोऽपि दैत्यः समागतः मृगेण च सत्तेनापि दूरमाकर्षितो नृपः गधः सरथवेगेन श्रमेण परिखेदितः वीक्षमाणस्य तस्यापि मृगश्चान्तरधीयत स पश्यति वनं तत्र नन्दं नोपममद्भुतं चारुवृक्षसमाकीर्णं भूतपञ्चकशोभितं गुरुभिश्चन्दनैः पुण्यैः कदलीखण्डमण्डितैः बकुलाशोक पुन्नागैर्नालिकेरैश्च तिन्दुकैः पूगीफलैश्च खर्जूरैः कुमुदैः सप्तपर्णकैः पुष्पितैः कर्णिकारैश्च नानावृक्षैः सदाफलैः पुष्पितामोदसंयुक्तैः खेदकैः पाडलैस्ततः वीक्षमाणो महाराज ददर्श सर उत्तमं पुण्योदकेन सम्पूर्णं विस्तीर्णं पञ्चयोजनं हंसकारण्डवाकीर्णं जलपक्षिविनादितं कमलैश्चापि मुदितं श्वेदोत्पलविराजितम् रक्तोत्पलैः शोभमानं हाडकोत्पलमण्डितं नीलोत्पलैः प्रकाशितं कल्हारैरधिशोभितं मत्तैर्मधुकरैश्चापि सर्वत्र परिनादितं एवं सर्वगुणोपेतं ददर्श सर उत्तमम् पञ्चयोजनविस्तीर्णं दशयोजनदीर्घकं तडागं सर्वतो भद्रं दिव्यभावैरलङ्कृतं रथवेगेन संखिन्न किञ्चिच्छ्रमनिपीडितः निशसादतडे तस्य चूदच्छायां सुशीतलाम् स्नात्वा पीत्वा जलं शीतं पद्मसौगन्ध्यवासितं सर्वश्रमोपशमनममृतोपममेव तद् वृक्षच्छाये ततस्तस्मिन्नुपविष्टेन भूभृता गीतध्वनिः समाकर्णिगीयमानो यथा तथा यथा स्त्री गायते दिव्या तथायं श्रूयते ध्वनिः गीतप्रियो महाराज एव चिन्तां परां गतः चिन्ताकुलस्तु धर्मात्मा यावच्चिन्तयदे क्षणं तावन्नारी वरा काचित् पीनश्रोणी पयोधरा नृपते पश्यतस्तस्य वने तस्मिन् समागता सर्वाभरणशोभाङ्गी शीललक्षणसम्पदा तस्मिन्वने समायादा नृपतेः पुरतस्थिता तामुवाच महाराज का हि कस्य भविष्यसि किमर्थं हि समायादा तन्मे त्वं कारणं वद पृष्ठा सदि तदा तेन न किञ्चिदपि पिप्पल शुभाशुभं च भूपालं प्रत्यवोचद्वरानन प्रहस्यैव गदा शीघ्रं वीणादण्डकरा बलात् विस्मयेनापि राजेन्द्रो महदा व्याप्तितस्तदा मया सम्भाषिता चेयं मां न ब्रूदे स्म सोत्तरं पुनश्चिन्तां समापेदे ययाधिपृथिवीपदिः यो वै मृगो मया दृष्टश्चतुशृङ्गः सुवर्णकः तस्मान्नारी समुद्भूता तत्सत्यं प्रतिभाति मे मायारूपमिदं सत्यं दानवानां भविष्यति चिन्तयित्वा क्षणं राजा ययाधिर्नहुषात्मजः यावच्चिन्तयते राजा तावन्नारी महावने अन्तर्धानं गदा विप्रप्रहस्य नृपनन्दनं यदस्मिन्नन्तरे गीतं सुस्वरं पुनरेव तद शुश्रुवे परमं दिव्यं मूर्च्छनातानसंयुतं जगामसत्वरं राजा यत्र गीतध्वनिर्महान् जलान्ते पुष्करं चैव सहस्रदलमुत्तमं तस्योपरि वरानारी शीलरूपगुणान्विता दिव्यलक्षणसम्पन्ना दिव्याभरणभूषिता दिव्यैर्भावैः प्रभात्येका वीणादण्डकरा विला गायन्ति सुस्वरं गीतं तालमानलयान्वितं तेन गीतप्रभावेण मोहयन्ती चराचरान् देवान्मुनिगणान् सर्वान् दैत्यान् गन्धर्वकिन्नरान् तां दृष्ट्वा स विशालाक्षीं रूपतेजोपशालिनीं संसारे नास्ति चैवान्या नारी दृशी चराचरे पुरा नटो जरायुक्तो नृपदे कायमेव हि सञ्चाजितो महाकामस्तदासौ प्रकटो भवद हृदं स्पृष्ट्वा यथा वह्नि रश्मिवान् सम्प्रजायते तां च दृष्ट्वा तथा कामस्तत्कायात् प्रकटो भवद मन्मथाविष्टचित्तोऽसौ तां दृष्ट्वा चारुलोचनाम् ईदृग्रूपा न दृष्टा मे युवती विश्वमोहिनी चिन्तयित्वा क्षणं राजा कामसंसक्तमानसः तस्या सविरहेणापि लुब्धो भून्नृपतिस्तदा कामाग्निना दह्यमानः कामज्वरेण पीडितः कथं स्यान्मम चैवेयं कथं भावो भविष्यति यदा मां गुहदे बाला पद्मास्या पद्मलोचना यदीयं प्राप्यते तर्हि सफलं जीवितं भवेद् एवं विचिन्त्य धर्मात्मा ययाधिपृथिवीपदिः तामुवाच वरारोहां का त्वं कस्यापि वा शुभे पूर्वं दृष्टा दुया नारी सा दृष्टा पुनरेव च तां पप्रच्छस धर्मात्मा का चेयं तव पार्श्वगा सर्वं कथय कल्याणि अहं हि न कुशात्मजः सोमवंशप्रसूतोऽहं सप्तद्वीपाधिपशुभे ययातिर्नाम मे देवि ख्यातोऽहं भुवनत्रये तव सङ्गमने चेदो भावमेवं प्रवाञ्छदे देहि मे सङ्गमं भद्रे कुरु सुप्रियमेव हि यं हि वाञ्छसे भद्रे तद्ददामि न संशयः दुर्जयेनापि कामेन हदोऽहं वरवर्णिनि तस्मात्राहि सुदीनं मां प्रपन्नं शरणं तव राज्यं च सकलामुर्वीं शरीरमपि चात्मनः सङ्गमे तव दास्यामि त्रैलोक्यमिदमेव ते तस्य राज्ञो वच श्रुत्वा शास्त्री पद्मनिभानना विशालां स्वसखीं प्राहब्रूहि राजानमागतं नाम चोत्पत्तिस्थानं च पितरं मातरं शुभे ममापि भावमेकाग्रमस्याग्रे च निवेदय तस्याश्च वाञ्छितं ज्ञात्वा विशाला भूपतिं तदा उवाच मधुरालापै श्रूयतां नृपनन्दन विशालोवाच काम एष पुरा दग्धो देवदेवेन शम्भुना रुरोदसारदिर्दुःखाद् भर्त्राहीनापि सुस्वरम् अस्मिन् सरसि राजेन्द्र सा रतिर्न्यवसत्तदा तस्य प्रलापमेवं सा सुस्वरं करुणान्वितं समाकर्ण्य ततो देवा कृपया परयान्विदाः संजादा राजराजेन्द्र शङ्करं वाक्यमब्रुवन् जीवयस्व महादेव पुनरेव मनोभवम् वराकीयं महाभाग भर्तृहीना हि कीदृशी कामेनापि समायुक्तामस्मत्स्नेहात् कुरुष्व हि तच्छ्रुत्वा च वचः प्राह जीवयामि मनोभवं कायेनापि विहीनोऽयं पञ्चबाणो मनोभवः भविष्यदि न सन्देहो माधवस्य सखा पुनः दिव्येनापि शरीरेण वर्तयिष्यदि नान्यथा महादेवप्रसादाच्च मीनकेतुस्सजीवितः आशीर्भिरभिनन्द्यैवं देव्या कामं नरोत्तम गच्छ कामप्रवर्तस्वप्रिययौ सह नित्यशः एवमाहमहातेजास्थिति संहारकारकः पुनः कामः सरप्राप्तो यत्रास्ते दुःखितारधिः इदं कामसरो राजन्रतिरत्र सुसंस्थिता दग्धे सति महाभागे मन्मधे दुःखदर्शिता रत्या कोपासमुत्पन्नः पावको दारुणाकृतिः अतीव दग्धा तेनापि सारथिर्मोहमूर्छिता अश्रुपादं मुमोचाध भर्तृहीना नरोत्तम नेत्राभ्यां हि जले तस्याः पतिता अश्रुबिन्दवः तेभ्यो जादो महाशोकः सर्वसौख्यप्रणाशकः जरापश्चात्समुत्पन्ना अश्रुभ्यो नृपसत्तम वियोगो नाम दुर्मेधास्तेभ्यो जज्ञे प्रणाशकः दुःखसन्तापकौ चोभौ जज्ञादे दारुणौ तदा मूर्छा नाम तदो जज्ञे दारुणा सुखनाशिनी शोकाज्जज्ञे महाराज कामज्वरोधविभ्रमः प्रलापो विह्वलश्चैव उन्मादो मृत्युरेव च तस्याश्च अश्रुबिन्दुभ्यो जज्ञिरे विश्वनाशकाः रत्यापार्श्वे समुत्पन्नाः सर्वे तापाङ्गधारिणः मूर्तिमन्दो महाराज सद्भावगुणसंयुताः काम एष समायाध केनाप्युक्तं तदा नृप महानन्देन संयुक्ता दृष्ट्वा कामं समागतं नेत्राभ्यामश्रुपूर्णाभ्यां पतिता अश्रुबिन्धवः अप्सु मध्ये महाराज चापल्या जज्ञिरे प्रजाः प्रीतिर्नाम तदा जज्ञे ख्यातिर्लज्जा नरोत्तम तेभ्यो जज्ञे महानन्द शान्तिश्चान्या नृपोत्तम जज्ञादे द्वे शुभे गण्ये सुखसम्भोगदायिके लीलाक्रीडामनोभाव संयोगस्तु महान्नृप रत्यास्तु वामनेत्राद्वै आनन्दादश्रुबिन्दवः जलान्दे पतिता राज्यं तस्माज्जज्ञे सुपङ्कजं तस्मात् सुपङ्कजाज्जादा इयं नारीवरानना अश्रुबिन्दुमदीनाम रतिपुत्री नरोत्तम तस्या प्रीत्या सुखं कृत्वा नित्यं वर्ते समीपगा सखी भावस्वभावेन संहृष्टा सर्वदा शुभा विशाला नाम मे ख्यातं वरुणस्य सुता नृप अस्याश्चान्दे प्रवर्तामि स्नेहास्निग्धास्मि सर्वदा ये दत्ते सर्वमाख्यातमस्याश्चात्मन एव ते तपश्चचारराजेन्द्रप्रदिकामावरानना राजोवाच सर्वमेव त्वया ख्यातं मया ज्ञातं शुभे शृणो मामेवं हि भजत्वेषा रतिपुत्री वरानना यमेषा वाञ्छते बाला तत्सर्वं तु ददाम्यहम् तथा कुरुष्व कल्याणि यथा मे वश्यतां व्रजेद विशालो वाच अस्या व्रतं प्रवक्ष्यामि तदा कर्णय भूपते पुरुषं यौवनोपेदं सर्वज्ञं वीरलक्षणं देवराजसमं राजन्धर्माचारसमन्वितम् तेजस्विनं महाप्राज्ञं दादारं यज्विनां वरं गुणानां धर्मभावस्य ज्ञादारं पुण्यभाजनं लोक इन्द्रसमं राजन् सुयज्ञैर्धर्मतत्परं सर्वैश्वर्यसमुपेदं नारायणमिवापरं देवानां सुप्रियं नित्यं ब्राह्मणानामधिप्रियम् ब्रह्मण्यं देवतत्त्वज्ञं त्रैलोक्ये ख्यातविक्रमम् एवं गुणैः समुपेतं त्रैलोक्येन प्रपूजितं सुमतिं सुप्रियं कान्तं मनसा वरमीप्सति ययादिरुवाच एवं गुणैः समुपेतं विद्धि मामिह चागतम् अस्यानुरूपो भर्ताहं सृष्टो धात्रा न संशयः विशालोवाच भवन्तं पुण्यसमृद्धं जने राजन् जगत्त्रये पूर्वोक्ता ये गुणाः सर्वे मयोक्ताः सन्ति ते त्वयि एकेनापि च दोषेण त्वामेषा हि न मन्यते एष मे संशयो जातो भवान् विष्णु मयो नृप ययादिरुवाच समाचक्ष्व महादोषं यमेषा नानुमन्यते तत्त्वेन चारु सर्वाङ्गी प्रसादसुमुखी भव विशालोवाच आत्मदोषं न जानासि कस्मात् त्वं जगदीपदे जरया व्याप्त कायस्त्वमनेनेयं न मन्यते एवं श्रुत्वा महद्वाक्यमप्रियं जगदीपदिः दुःखेन महदा विष्टस्तामुवाज पुनर्नृपः जरादोषो न मे भद्रे संसर्गात् कस्यचित् कदा समुद्भूतं ममाङ्गे वै तं न जाने जरागमम् यं यं हि वाञ्छते चैषा त्रैलोक्ये दुर्लभं शुभे तमस्यै दादुकां मोहं व्रियतां वर उत्तमः विशालोवाच जराहीनो यदा स्यास्त्वं तदा दे सुप्रिया भवेद् एतद्विनिश्चितं राजन् सत्यं सत्यं वदाम्यहं श्रुतिरेवं वदेद्राजन् पुत्रे भ्रातरि भृत्यके जरा सङ्क्राम्यदे यस्य तस्याङ्गे परिसञ्चरेद तारुण्यं तस्य वैगृह्य तस्मै दत्त्वा जरां पुनः उभयो प्रीति संवादसुरुच्या जायते शुभः यथात्मदानपुण्यस्य कृपया यो ददाति च फलं राजन् हि तत्तस्य जायते नात्र संशयः दुःखेनोपार्जितं पुण्यमन्यस्मै हि प्रदीयते सुपुण्यं तद्भवेत्तस्य पुण्यस्य फलमश्नुदे पुत्राय दीयतां राज्यं तस्मात्तारुण्यमेव च प्रगृह्यैव समागच्छ सुन्दरत्वेन भूपते यदा त्वमिच्छसे भोक्तुं तदा त्वं कुरु भूपते एवमाभाष्य सा भूपं विशाला विररामः सुकर्मोवाच एवमाकर्ण्य राजेन्द्रो विशालामवदत्तदा राजोवाच एवमस्तु महाभागे करिष्ये वचनं तव कामासक्तः समूढस्तु ययाधिपृथिवीपदिः गृहं गत्वा समाहूय सुतान्वाक्यमुवाचः तुरुं पूरुं पुरुं राजा यदुं च पितृवत्सलं कुरुध्वं पुत्रका सौख्यं यूयं हि मम शासनाद पुत्रा ऊचुः पितृवाक्यं प्रकर्तव्यं पुत्रैश्चापि शुभाशुभम् उच्यतां ताद तच्छीघ्रं कृतं विद्धि न संशयः एवमाकर्ण्य तद्वाक्यं पुत्राणां पृथिवीपदिः आचचक्षे पुनस्तेषु हर्षेणाकुलमानसः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने मादा पितृतीर्थवर्णने ययादिचरित्रे सप्तसप्ततितमोऽध्यायः ॐ